पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 103 नारद उवाच विष्णोर्जालन्धरं गत्वा तद्दैत्यपुटभेदनं पादिव्रत्यस्य भङ्गाय वृन्दायाश्चाकरोन्मदिम् अथ वृन्दारका देवी स्वप्नमध्ये ददर्शः भर्तारं महिषारूढं तैलाभ्यक्तं दिगम्बरं कृष्णप्रसूनभूषाढ्यं क्रव्यादगणसेवितं दक्षिणांशां गदं मुण्डं तमसा व्यावृतं तदा स्वपुरं सागरे मग्नं सहसैवात्मना सह ततः प्रबुद्धा सा बाला स्वस्वप्नं प्रविचिन्वती ददर्शोदिदमादित्यं सच्छिद्रं नुश्चलं मुहुः तदनिष्टमिति ज्ञात्वा रुदधी भयविह्वला कुत्रचिन्नालभश्चर्म गोपुराट्टालभूमिषु ततः सखी द्वययुता नगरोद्यानमागमद तत्रापि सागदा बाला नालभत् कुत्रचित् सुखं वनाद्वनान्तरं व्यादा नैव वेदात्मनस्तदा ततो भ्रमन्ते सा बाला ददर्शादिविभीषणौ राक्षसौ सिंहवदनौ दंष्ट्रानयनभीषणौ तौ दृष्ट्वा विह्वलादेव पलायनपरा तदा ददर्श तापसं शान्तं सशिष्यं मौनमास्थितं ततस्तत्कण्ठ आसज्य निजां बाहुलतां भयाद मुने मां रक्षशरणमागदामित्यभाषत मुनिस्तां विह्वलां दृष्ट्वा राक्षसानुगदां तदा हुङ्कारेणैव तौ घोरौ चकार विमुखौ रुषा यद्धुङ्कारभयत्रस्थौ दृष्ट्वा तौ गगनं गदौ प्रणम्य दण्डवद्भूमौ वृन्दावचनमब्रवीद वृन्दोवाच रक्षिताहं त्वया घोराद्भयात्तस्मात् कृपानिधे किञ्चिद्विज्ञप्तुमिच्छामि कृपया तन्निशामय जलन्धरो हि मे भर्ता रुद्रं योद्धुं गतः प्रभो स तत्रास्ति कथं युद्धे तन्मे कथय सुव्रत नारद उवाच मुनिस्तद्वाक्यमाकर्ण्य कृपयोर्ध्वमवैक्षत तावत् कवीशा वायातौ तं प्रणम्याग्रतस्थितौ ततस्तद्भ्रूलतासंज्ञा नियुक्तौ गगनं गतौ गत्वा क्षणार्धादागत्य वानरावग्रतस्थितौ शिरःकबन्धहस्तौ तौ दृष्ट्वाब्धितनयस्य सा पपादमूर्च्छिता भूमौ भर्तृव्यसनदुःखिता कमण्डलु जलैसिक्ता मुनिनाश्वासिदा तदा स्वभर्तृभाले सभालं कृत्वा खिन्ना रुरोदः वृन्दोवाच यः पुरा सुखसंवादैर्विनोदयसि मां विभो स कथं न वदस्यद्य वल्लभां मामनागसं येन देवाः स गन्धर्वा निर्जिता हरिणा सह स कथं तापसेन त्वं त्रैलोक्यविजयी हतः। नारद उवाच, रुदित्वेदि तदा वृन्दा तं मुनिं वाक्यमब्रवीद। वृन्दोवाच, कृपानिधे मुनिश्रेष्ठ, जीवनं मेऽस्य सुप्रियं, त्वमेवास्य पुनः शक्तो जीवनाय मदो मम। अथ तद्वाक्यमाकर्ण्य प्रहस्य मुनिरब्रवीद। मुनिरुवाच, नायं जीवयितुं शक्यो रुद्रेण निहतो युधि, तथापि त्वत्कृपाविष्ट एवं सञ्जीवयाम्यहम्। नारद उवाच, इत्युक्त्वान्तर्दधे यावत्तावत् सागरनन्दनः। वृन्दामालिङ्ग्य तद्वक्त्रं चुचुम्बे प्रीतमानसः। अथ वृन्दापि भर्तारं दृष्ट्वा हर्षितमानसा, रमे तद्वनमध्यस्था तद्युक्ता बहुवासरम्। कदाचित् सुरतस्यान्ते दृष्ट्वा विष्णुं तमेव हि निर्भर्ष्य क्रोधसंयुक्ता वृन्दा वचनमब्रवीद। वृन्दोवाच, धिक्तवेदं हरेशीलं परदाराभिगामिनः, ज्ञातोऽसि त्वं मया सम्यं माया प्रत्यक्षतापसः। यौ त्वया मायया द्वास्थौ स्वकीयौ दर्शितौ मम, तावेव राक्षसौ भूत्वा भार्यां तव हरिष्यथ। त्वं चापि भार्या दुःखार्तो वने कपि सहायवान्, भ्रमसर्वेश्वरेणायं यस्ते शिष्यत्वमागतः। इत्युक्त्वा सा तदा वृन्दा प्राविशद्धव्यवाहनं, विष्णुना वार्यमाणापि तस्मिन्नासक्तमानसा। ततो हरिस्तामनु संस्मरन् मुहुर्वृन्दाच्चिदाभस्मरजोवगुण्डितः। तत्रैव तस्थौ मुनिसिद्धसङ्घैः प्रबोध्यमानोऽपि ययौ न शान्तिम्। इति श्रीपाद्मे महापुराणे उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे वृन्दाचिदाग्निप्रवेशो नाम त्र्यधिकशततमोऽध्यायः। ॐ